नमस्सर्वेभ्यः. अस्माकं गीतासोपानस्य अपि विभक्तिवल्लर्याः वर्गं प्रति स्वागतं. प्रवर्तमानः विषयः तु अस्ति षष्ठी विभक्तिः. तत्र अनेकानि वर्णानाम् अन्तानां भिन्नानि रूपाणि दृष्टवन्तः. अद्य तमेव विषयं स्वीकृत्य अग्रे गच्छेम. आदौ यथा प्रकारः ध्येयमन्त्रः. विशालाक्षी भगिनी, मम प्रस्तुतिः दृश्यते किम्? न, न दृश्यते. न दृश्यते किम्? किमर्थं न? पुनरेकवारं शेर् इदानीं दृश्यते किम्? इदानीं दृश्यते. पठतु. अभिवादनशीलस्य नित्यं वृद्धोपसेविनः चत्वारि संप्रवर्धन्ते कीर्तिरायुर्शोबलम् यशोबलम् कीर्तिरायुर्यशोबलम् ओके कीर्तिरायुर्यशोबलम् अर्थं स्मरति किम्? स्मरति किम्? न, न, न. अस्तु, पठतु. फेम, एज, रेप्युटेशन् एण्ड् स्ट्रेङ्थ्, दीस् फोर् थिङ्ग्स् कीप् आन् इन्क्रीसिङ्ग् फार् वन् हू बौस् एण्ड् सर्व्स् एल्डर्स्. ओके, तत्र फेम् इत्युक्ते तत्र संस्कृतस्य शब्दः कः? संस्कृतस्य शब्दः कः? फेम् इत्युक्ते किं? तत्र शब्दः कीर्तिः. कीर्तिः, उत्तमम्. कीर्तिर्नेव कीर्तिः. कीर्तिः, एज्, एज् केन शब्देन सूचयते? आयुः. आयुः, तत्र सन्धिभूत्वा रेफान्तः आगतः. अपि च स्ट्रेङ्थ्, स्ट्रेङ्थ् बलं केन शब्देन? बलं, बलम्. अपि च रेप्युटेशन्, यशो, यशः. उत्तमं, यशः. अपि च धन्यवादः विजयमहोदय. वदतु, तत्र सर्व्स् एल्डर्स् इति केन शब्देन सूच्यते? वृद्धोपसेविनः. वृद्ध उपसेविनः. उप मीन्स् क्लोज़, सेविनः मीन्स् वन् हू सर्व्स्. सो वृद्ध उपसेविनः, तत्र सन्धिः अस्ति. कविता भगिनी, इदानीं वदतु, बौस् टु एल्डर्स् केन शब्देन सूच्यते? अभिवादनशीलस्य. नित्यम्. उत्तमं भगिनि, उत्तमं. धन्यवादः. अस्तु, धन्यवादः. अहं नूतनं ध्येयमन्त्रम् अहं चितवती, वदामि इदानीं, परन्तु अहं टङ्कनं न कृतवती. अष्टौ गुणाः पुरुषन्दीप्तयन्ति, प्रज्ञा च कौल्यञ्च धमश्रुतञ्च, पराक्रमश्चा बहुभाषिता च दानं यथाशक्ति कृतज्ञता च. तत्र अर्थः एवमस्ति. Eight attributes form a person's radiance. Which are those? Prajna, that is intelligence. Kaulyam, that is a person who has sprung from a noble family. Here we should not take it as caste, okay? Because this caste thing is not correct. So it is from a noble family, no matter what caste it is. Damaha, restraining the senses. Shrutam is that which we have got by study. Shrutam literally means that which we have heard, but over here we have to take it as read. Okay, what we recollect also of what we have read. Parakramaha, that is hard work. A bahubhashita. Bahubhashita means one who is talks too much. A bahubhashita, that is the opposite. A person of less words, silence, one who maintains silence. Yatha shakti danam, that is generosity without exceeding the strength to give. Generosity without yatha shakti. Kritagnyata is gratitude. And these eight attributes, they make a person radiant. Astu. Idanim share tu iti manye. Astu. यान् पठितवन्तः तेषां रूपाणाम् अभ्यासम् आदौ कुर्मः. तर्हि एकविंशतितमे पुटे अधोभागे कोष्टकतः पठतु, कविता भगिनी पठतु एकविंशतितमे पुटे यथस्ति. एकविंशतितमे पुटे उच्चैः पठतु भगिनी, भवत्याः ध्वनिः सम्यक् न श्रूयते. आफ् द गीता सोपानं न गीतासोपान क्षम्यताम्. एकविंशतिः एकविंशतिः 21 तत्र तत्र कोष्ठके अस्ति किल अवधेयम् अधोभागे. अवधेयम् एकवचनं द्विवचनं बहुवचनं वृक्षः वृक्षस्य वृक्षयोः वृक्षाणां सेना सेनयाः सेनयोः सेनानां. भगिनी क्षम्यतां सेनयाः सेनायाः अस्ति. सेनया तृतीया विभक्तिः, तत् अत्र षष्ठी विभक्तिः अस्ति. तर्हि सेनायाः मालायाः रमायाः तावत् सेनायाः सेनयोः सेनानां. नारी नार्याः नार्योः नारीणां. ज्ञानं ज्ञानस्य ज्ञानयोः ज्ञानानां. कृष्णः कृष्णस्य आं भगिनि पठतु पठतु. गीता गीतायाः. वाणी वाणयाः. चक्रं चक्रस्य. वाण्याः वाण्याः. धन्यवादः. विजय महोदय पठतु. आं भगिनि. अवधेयम् एकवचनं द्विवचनं बहुवचनं. वृक्षः वृक्षस्य वृक्षयोः वृक्षाणां. सेना सेनायाः सेनयोः सेनानां. नारी नार्याः नार्योः नारीणां. ज्ञानं ज्ञानस्य ज्ञानयो ज्ञानानां. कृष्णः कृष्णस्य ज्ञानयो. कृष्ण कृष्णस्य. गीता गीतायाः. वाणी वाण्याः. चक्रं चक्रस्य. धन्यवादः. विशालाक्षी भगिनी पठतु. विशालाक्षी भगिनी नास्ति किम्? वन् मिनिट् वन् मिनिट् या या यु केन् हियर् मी नौ. श्रूयते किम्? आम् श्रूयते श्रूयते. अवधेयम् एकवचनं द्विवचनं बहुवचनं. वृक्षः वृक्षस्य वृक्षयोः वृक्षाणां. सेना सेनायाः सेनयोः सेनानां. नारी नार्याः नार्योः नारीणां. ज्ञानं ज्ञानस्य ज्ञानयोः ज्ञानानां. कृष्णः कृष्णस्य. गीता गीतायाः. वाणी वाण्याः. चक्रं चक्रस्य. उत्तमं. कविता भगिनी, वाणी वाणी इति शब्दस्य द्विवचनं रूपं किं षष्ठीविभक्तौ? द्विवचनं द्विवचनं. वाण्योः उत्तमं. विजयमहोदय, चक्रमिति शब्दस्य बहुवचनं रूपं किम्? चक्रं चक्राणां. चक्राणां णां तत्र रेफान्त रेफम् अस्ति तर्हि णाम् इति वदनीयं. चक्राणां. विशालाक्षी भगिनी, चक्राणां णां णां णां. द टंग शुड गो अपटर्न्ड् सो दट् मूर्धन्य. ओके. विशालाक्षी भगिनी, गीता इति शब्दस्य द्विवचनं किं रूपं? गीता इस् गीता. द्विवचनं गीता इस् स्त्रीलिङ्गं. गीतायाः गीतायोः गीतायोः अस्ति किं? सम्यक् दृष्ट्वा वदतु. न सेनयोः करे सेना सेनयोः. गीता गीता विल बी द नेम. नो गीता इज द नेम. आई थॉट वी कैन नॉट चेंज टू गीतायोः. नो यू कांट. नाउ द थिंग इज यू हैव टू अनलेस यू हैव टू रिमूव व्हाट वी नो अबाउट अदर लैंग्वेजेस. यू हैव टू रिमूव इट कंप्लीटली. व्हाई यू आर लर्निंग संस्कृतम? व्हाई? बिकॉज़ अंडरस्टैंड द कांसेप्ट. It is the words which decide the rupam, not the meaning of the word. So, Sena, Gita, Rama, Mala, all these, whether they are things, whether they are whether they are feelings or whatever they are, it is the end of the word and the gender of the word that matters. Gita, Sri Lange Asti, Akaranta Asti, Tadartham, Rupani, Sarvada. सर्वदा सेनायाः न गीतयोः सेनानां गीतयोः. बट् ऐ थाट् दट् नेम् वि केनाट् चेञ्ज् दट्स् ऐ सेड् नैव गीता. तदर्थम् एव अहं वदामि. तदर्थं माला बिकम्स् मालयोः. येस् येस् टु माला. दट् मीन्स् आफ् टु मालास्. ओके off to you. Okay. In reality you may not have that kind of a situation, but if you have two malas in a group, then you can say malayoh pustakam. That means the book of the two people. Okay. Of the two malas. Okay. This is all a pattern. It is like mathematics. Once you understand the concept, then the rule applies everywhere. Panini has made a rule even for one exception. So remember that it is the words and not the meaning. You need to know the meaning of the words, but it is the words, because everything comes from a particular root. Okay? Astu bhavati eva tatra trayo vimshati tamme pute avadheyam iti likhitam asti. Pathatu. Vadatu bhagini. Okay. Geeta yoho. Just like mala, mala yoho, rama, rama yoho. The A goes away because of rules. When you learn Panini grammar, then that also will be appreciated. But yes, इट्स् अ मैमथ टास्क. अस्तु विशालाक्षी भगिनी पठतु. पठतु. अवधेयम् एकवचनं द्विवचनं बहुवचनं कविः कवेः कव्योः कवीनां वसुः वसोः वस्वोः वसूनां पिता पितुः पित्रोः पितॄणां वारी वारिणा वारिणः वारिणोः वारीणां मधु मधुनः मधुनोः मधूनां सेनानी सेनानीः सेनान्यः सेनान्योः सेनानीनां. सेनानीनाम् इस् वाट् इस् गिवेन् ओवर् हियर् बट् इन् अदर् बुक् सेनान्या यु सेड् सेनान्या लिखितं सेनान्यां लिखितमस्ति. ओके धन्यवादः धन्यवादः कविता. धन्यवादः. गुरुः इति शब्दस्य रूपाणि वदतु कृपया. गुरुः नैव नैव षष्ठी विभक्ति एव. गुरोः गुर्वोः गुरूणाम् उत्तमं. गुरूणां णां तत्र रेफ अस्ति. विजय विजय महोदय. आं भगिनि. माता माता मास्तु माता मास्तु भ्राता भ्राता भ्राता माता मास्तु यतोहि माता स्त्रीलिङ्गे अस्ति. तत्र पिता इति शब्दं दृष्ट्वा वदतु माता माता क्षम्यता क्षम्यता भ्रात्र क्षम्यता भ्रातुः भ्रात्रोः भ्रातॄणां भ्रातॄणां नाम भ्रातॄणां भ्रातॄणां. अस्तु धन्यवादः. तत्र चतुर्विंशतितमे पुटे अवधेयं विजय महोदय भवान् पठतु स्त्रीलिङ्गे अवधेयं चतुर्विंशतितमे पुटे अस्ति अवधेयमिति कोष्टकात् पठतु. मति मतिवन् हा मतिः मतिः मत्या मते मत्यो मतीनां विसर्गं विसर्गं मा विस्मरतु. मतिः मत्याः मतेः मत्योः मतीनां तनु तन्वाः तनोः तन्वोः तनूनां चमू चम्वाः चम्वोः चमूनां माता मातुः मात्रोः मातृणां मातृणाम्. उत्तमम्. अग्रे कविता भगिनी पञ्चविंशतितमे पुटे अवधेयम् इति कोष्टकात् पठतु. आं भगिनि. एतस्य एतत् पुलिङ्ग नपुंसकलिङ्ग च एतस्य एतयो एतेषाम् एतयोः एतयोः एतयोः एतेषां स्त्रीलिङ्गे एतस्याः एतयोः एतासां तद् पुल्लिङ्गे नपुंसकलिङ्गे च तस्य तयोः तेषां स्त्रीलिङ्गे तस्याः तयोः तासाम् अस्मद् स्त्रीषु त्रिषु लिङ्गेषु आल् द थ्री लिङ्गास् मम आवयोः अस्माकं युष्मत्शब्द त्रिषु लिङ्गेषु आल् द थ्री लिङ्गास् तवत् युवयोः युष्माकम्. उत्तमम्. इदानीम् अग्रे सरेम. तत्र सप्तविंशतितमे पुटे 27th पेज् क्षम्यतां 27 नैव पञ्चविंशति एव तत्र हा द्वितीय अंशः करणीयं किल पञ्चविंशति 25 हा अभ्यासस्य द्वितीयः अंशः आवरणे विद्यमानस्य द्वितीय अंशः सेकेण्ड् वन् सेकेण्ड् पायिण्ट् पठतु. आवरणे विद्यमानस्य शब्दस्य षष्टिविभक्तिरूपेण रिक्तस्थानेन पूरयत् पूरयत् आवरणे पूरयत् पूरयत् तत्र पूरयत कीदृशं कीदृशं पदं पूरयत लोटलकार उत्तमम् उत्तमम् अस्तु पठतु. भारतस्य राजधानी देहली भारतम् तत्तु उदाहरणम् तत्र भगिनी तत्र षष्ठीविभक्तौ किं पदमस्ति षष्ठीविभक्तौ किं पदम् अस्ति विच् वर्ड् इस् इन् द सिक्स्थ् विभक्ति भारतस्य वचनं किम् एकवचनं उत्तमं लिङ्गं किं पदस्य लिङ्गं पुल्लिङ्गं पुल्लिङ्गं किमर्थं भारतम् अस्ति तत्र भारतं नपुंसकलिङ्गं वनं नपुंसकलिङ्गम् अस्ति आम् भगिनि आं भगिनि अस्तु अग्रिमं करोतु. आं भगिनि राजा धृतराष्ट्रः हस्तिनापुरं हस्तिनापुरस्य राजा धृतराष्ट्रः राष्ट्रः उत्तमं हस्तिनापुरस्य वचनं किं पदस्य हस्तिनापुरस्य एकवचनं उत्तमम् अग्रिमं करोतु नपुंसकलिङ्गम् उत्तमम्. आम् आं भगिनि पुत्रः कर्णः रवस्य नैव नैव नैव नैव नैव नैव रविः रवि नैव नैव नैव रविः इस् अस्ति शब्दः तु रविः अस्ति रविः कीदृशं पदम् अन्ते कः वर्णः अस्ति अन्ते लिङ्गं किं रविः शब्दस्य लिङ्गं किं स्त्रीलिङ्गं नैव नैव रविः पुंलिङ्गे अस्ति सन् पुंलिङ्गे अस्ति चिन्ता नास्ति ईकारान्त पुंलिङ्ग् शब्द इदानीं वदतु दृष्ट्वा वदतु चिन्ता नास्ति कोष्टकं दृष्ट्वा वदतु सी द बाक्स् एण्ड् टेल् नो प्राब्लम् सर्च् फार् इकारान्त पुंलिङ्गः न इकारान्तः सो कविः इट्स् देर् आन् पेज् 23 त्रयोदशतमे पुटे अस्ति किल इदानीमेव पठितवन्तः कविः वत् तत्र अस्ति कविः एव अस्ति रविः कविः रविः रवयोः किमर्थं द्विवचने रवेः रवेः सोरि रवेः द्विवचनं रव्योः द्विवचने अस्ति द्विवचनं तु मास्तु इत्र अत्र न अपेक्षितम् रवेः पुत्रः कर्णः अर्थं किं भगति तत् वाक्यस्य तस्य वाक्यस्य करण् इस् द पुत्र आफ् सूर्य रवि उत्तमं रवि उत्तमम् अग्रिमं करोतु. ध्वनिः मधुरः वेणुः इदानीम् अन्ते कः वर्णः अस्ति उकारान्तः तदपि पुंलिङ्गे एव अस्ति तर्हि वेणुनः ध्वनि मधुरः किमर्थं वेणुनः लैक् मधु उकारान्त पुंलिङ्ग् शब्दः लैक् पिता मधु नहीं नहीं मधु इस नपुंसकलिंगे वसुः अस्ति तत्र गुरुः वत् अस्ति उकारान्त पुंलिङ्ग शब्दः उकारान्त पुंलिङ्ग शब्दः सो इट इज गुरुः सो इट बिकम्स हां सो हां वेणोः ध्वनिः मधुरः तत समयः आवश्यकः किञ्चित् शनैः शनैः आगच्छति ऑल दिस द genders etc slowly it will come as soon as you hear venuh next you will know it is venuh because when you read and you practice it will happen venuh dhvanih madhurah idanim dhanyavadah bhagini vijay kumar mahoday patatu agrimam karotu ha kshamitam bhagini artham vadatu artha vadaniya eva वेणोः ध्वनिः मधुरः फ्लूट् फ्लूट् नैव नैव वेणु इस् फ्लूट् फ्लूट् फ्लूट् फ्लूट् ध्वनि आफ् ध्वनि आफ् द फ्लूट् इस् मेलोडियस् अस्तु विजयकुमार् महोदय पठतु विजय कुमार महोदय करोतु अग्रिमम् फोर्थ् वन् इस् मन प्रशान्त भवति प्रशान्तं भवति दिस् इस् तृतीया विभक्ति एकवचनम् ओके एण्ड् नैव षष्ठी विभक्ति एव तत्र महोदय तत्र षष्ठी विभक्ति मनः तत्र तृतीया विभक्तिः नास्ति किल षष्ठी विभक्तौ एव करणीयम् ओके जस्ट अ मिनट व्हिच वन फोर्थ वन ना मन शांति कस्य हां कस्य मनः प्रशांतं भवति हां तत्र आवरणे किम् अस्ति मुनिः अस्ति किल मनः प्रशांतं भवति मुनिः मुनि षष्ठी विभक्ति मुनेः मनः प्रशान्तं भवति तत्र अर्थं वदतु सेण्ट् मुनिः सेण्ट् सेण्ट् मनःशान्ति पीस् आफ् मैण्ड् सिटिङ्ग् इन् दि फ्रण्ट् आफ् सेण्ट् इस् peace of mind sitting iti kutra asti tatra vakye sitting iti shabdah kutra asti na manasha mana prashanta bhavati munika ha muneh manah prashantam bhavati idanim ha saint mind is prashant peaceful uttamam अग्रिमं करो छाया शीतला भवति लता लता लता लता लता शब्दस्य लिङ्गं किम् शब्दस्य लिङ्गं किं लता आकारान्त स्त्रीलिङ्ग आम् आकारान्त स्त्रीलिङ्गपदं तर्हि आकारान्त स्त्रीलिङ्गपदस्य छाया शीतला भवति उत्तमम् अर्थं वदतु लतायाः छाया शीतला भवति लता क्षम्यतां लता लता मीन्स् ओवर् देर् क्रीपर् इट् डजन्ट् मीन् अ पर्सन् वित् द नेम् लता ओके या ओके क्रीपर् गिव्स् दि शेड् एण्ड् कूल्नेस् या सो लतायाः छाया शीतला भवति लताज् वित् एन् अपोस्ट्रोफि एस् आफ् द क्रीपर्स् नाट् लता एस् इन् अ पर्सन् आफ् द क्रीपर्स् गुरु नैव लता इस् ओवर् युर् क्रीपर् अदे ऐ वास् जस्ट् सेयिङ्ग् नेक्स्ट् वन् प्रिपेरिङ्ग् फार् नेक्स्ट् वन् ओके ओके ओके ओके अर्थम् अर्थं सम्यक् पुनरेकवारं वदामि so of the creepers the shadow or the shade give cool ha the shadow of the creepers is cool agrimam karo uttamam arjun hai guru priya hai arjun hai guru ho priya hai uttamam artham vadatu arjun as a guru is a favorite for him अर्जुनः गुरु अर्जुन नो नो नो नो अर्जुनः गुरोः प्रियः गुरोः इस् आफ् द गुरु अर्जुन इस् द फेवरेट् आफ् द गुरु गुरुस् फेवरेट् इस् अर्जुन गुरुस् फेवरेट् इस् अर्जुन हौ डु यू कम् टु नो बिकास् गुरोः इस् इन् षष्ठी विभक्तिः अर्जुनः इस् इन् प्रथमा विभक्तिः प्रियः इस् द एडजेक्टिव् फार् अर्जुनः अस्तु अस्तु अवगतं किल मनसस्तु धन्यवादः अवगम् अस्तु अस्तु विशालाक्षी भगिनी करोतु मनसस्तु परा बुद्धिः यो परतस्तु सः बुद्धिः दट् यु हव् टु टेल् नौ यो बुद्धेः बट् वाट् इस् द मीनिङ्ग् वाट् इस् द मीनिङ्ग् आफ् परतस्तु तृतीय भगवद्गीतायाः तृतीय अध्याये अस्तु किल इन्द्रियाणि पराण्याहुः इन्द्रियेभ्यः परं मनः मनसस्तु परा बुद्धिः यो बुद्धेः परतस्तु सः Indriyani Paranyahu, they say, Ahuhu is, they say that the senses are superior to the body. Indriyani, that means the senses are superior to the body, the stula body. Indriyebhyav Param Manaha, the mind is even more superior to the senses. And Manasastu Parabuddhihi, and the mind, the intellect is superior to the mind also, the intellect mind. is superior to the mind also. Yo buddhe paratastu saha. What is even beyond the intellect is that him. Okay? So, the senses are superior to the body. The mind is superior to the senses. It will be your sense. The intellect is superior मनसस्तु परा बुद्धिः यो बुद्धेः परतस्तु सः द वन् हू इस् इवन् ग्रेटर् देन् द इन्टेलियर् बुद्धेः इस् अ लॉर्ड् बुद्धि ओके अग्रिमं करोतु स्नेहः अतुलः माता मातुः स्नेहः अतुलः करेक्ट् यस् उत्तमम् आम् इदानीम् अर्थं वदतु देन् the mother's Atul is the love of his mother means his favorite of his mother like that Sneha Atula no the love of her mother is not at all comparable Atula you cannot weigh it oh here I took it as the name yes No, it is not the name. No, it is Atula means your not yeah mm. we can't weigh the mother's so love. You have to you have to understand that way. Okay, sandarbha drashtavyah astu. Agrimam. The problem is that they write a tulaha together, whereas we use it as a tulaha. If it is separate, it is easier. Samskrita bhashayaah pathanam karoti tada anyasam iti vadaniyam. Anyasam bhashanam kinchit smaranam bhavet. Vismaranam bhavet. Okay. Idani. Dash mulyam adhikam vastu. Vastu. Idani lingam kim? Vastu. Vastu is lingam? Napumsakalingam. Napumsakalingam. Ante kaha varna asti? Tu. Ante kaha varna asti? Vishalakshita. Tu na. U iti varni. Tu. तर्हि इदानीम् उकारान्त नपुंसकलिङ्गं पदं चिनोतु. I'll just tell you one minute. वस्तु नाम वट् अवस्तुनः वस्तुनः वस्तुनोः वस्तूनां. तर्हि इदानीम् अत्र वस्तूनां अत्र किं स्थापनीयम्? अदे वस्तुः मूल्यम् अधिकम् इदानीम् उक्तवती भगिनी. इदानीम् उक्तवती किल मधुवत् अस्ति किल. तर्हि मधुनः मधुनोः मधूनां. तर्हि वस्तु इति शब्दस्य एकवचनं षष्ठीरूपं किम्? वस्तुः किमर्थं मधु? यु आर् एडिङ्ग् द नः किल. मधुनः वस्तुनः वस्तुनः करेक्ट् वस्तुनः मूल्यम् अधिकं. वस्तुनः मूल्यं कास्ट् आफ् अधिकम् अधिकं कास्ट् आफ् द थिङ्ग्स् इस् कास्ट्लि. The value of the thing is extra, is more. Extra. Astu, dhanyavadah. More. Kavita Bhagini, agrimam. Dhanyavadah. One doubt, Bhagini. This Vastu and Guru are one and this thing, na, ma'am? Guru. No. Guru is, see, in most of the cases, I am not saying in all the cases, but in most of the cases, generally, if there is a human being that can be there with that kind of a word, then it will always be that same lingam. For example, Ravihi, Patihi. Patihi cannot be Napumsakalinga because it is Patihi, husband. Over here, Guruhu, although it is Ukaranta, it is Pumlinga. That is the reason why you have to keep on practicing. नियमेन अभ्यासः करणीयः. तर्हि वस्तु तत्र नपुंसकलिङ्गे अस्ति. अग्रिमं पठतु. यदो अस्ति किं? यदो नास्ति. पठतु. यथोदाहरणं वाक्यानि रचयत्. रचयत् इति वदनीयं यतोहि अत्र बहुवचने अस्ति. रचयत् इति वदामश्चेत् तत्र दोषः अस्ति. रचयत् अ अस्ति अन्ते. आं भगिनि. रचयत् शब्दः कः? किं तत्र रूपं किं? कीदृशं पदम्? लोट्लकारः. उत्तमम्. अग्रिमं करोतु. उदाहरणं पठित्वा करोतु. आं भगिनि. उदाहरणं वसुदेवस्य पुत्रः कृष्णः. वसुदेवस्य पुत्रः कृष्णः. अर्थं वदतु. वसुदेव सन् इस् कृष्ण. इदानीं देवकी करोतु. अन्ते अन्ते वर्णः कः? अन्ते ईकारान्त. ईकारान्त. लिङ्गं किं? स्त्रीलिङ्गम्. स्त्रीलिङ्गे अस्ति. स्त्रीलिङ्गे ईकारान्तपदस्य षष्ठीविभक्तिरूपं किम्? अत्र नास्ति इति मन्ये. ईकार नदीवत्. नदीवत् उत्तमं. नद्याः नदी नद्याः नद्योः नदीनाम्. इदानीं करोतु. देवकी. नौ ओवर् देर् देर् इस् अ पिक्चर्. तत्र चित्रम् अस्ति किल. कृष्णः मध्ये अस्ति. तत्र तस्य बन्धूनां नाम्नि तत्र अस्ति. नामानि, क्षम्यतां, नामानि सन्ति तत्र. इदानीं सम्बन्धः वदनीयः. वसुदेवः आसीत्, वसुदेवस्य पुत्रः कृष्णः. इदानीम् अत्र देवकी अस्ति अधोभागे. देवकी देवकी अपि च कृष्णः, तयोः सम्बन्धः कः इति वदनीयम्. पुत्रः. वदतु, वाक्यं रचयतु. देवक्याः पुत्रः. उत्तमम्. देवक्याः पुत्रः कृष्णः. यतोहि ईकारान्त स्त्रीलिङ्गशब्दस्य रूपं देवक्याः अस्ति. उत्तमम्. अग्रिमं करोतु. मीरा स्वीकरोतु. मीरा मीरा स्वीकरोतु, चिन्ता नास्ति. आकारान्त स्त्रीलिङ्गशब्दः. उत्तमम्. स्त्रीलिङ्गशब्दः. सो मीरयाः स्वामी कृष्णः. मीरयाः अस्ति किं? मीरयाः अस्ति. सम्यक् पश्यतु. रमा मीरायाः. सुमीरायाः स्वामी कृष्णः. अर्थं वदतु. मीरास् लार्ड् इस् कृष्ण. उत्तमं, धन्यवादः. विजयकुमार् महोदय वदतु, अग्रिमं करोतु. आं भगिनि. रुक्मिणी इति स्वीकरोतु महोदय. रुक्मिणी इति स्वीकरोतु. रुक्मिण्याः पतिः कृष्णः. हा, रुक्मिण्याः रुक्मिण्याः रुक्मिण्याः तत् रुक्मी तथैव भवनीयं. सो रुक्मिण्याः रुक्मिण्याः पतिः कृष्णः. अर्थं वदतु. रुक्मिण्याः हस्बेण्ड् इस् कृष्ण. हा, रुक्मिणीस् हस्बेण्ड् इस् कृष्ण. अस्तु. मधु कुचेलः स्वीकरोतु. नैव, कुचेलः स्वीकरोतु. कुचेलस्य. उत्तमं. मित्रं कृष्णः. मित्रं, पश्यतु, मित्रं नपुंसकलिङ्गे अस्ति. रवेः नाम अन्यनाम अस्ति मित्रः. सूर्यस्य अन्यनाम अस्ति मित्रः. तत् पुंलिङ्गे अस्ति. पुंलिङ्गे अस्ति, परन्तु यदा किं फ्रेण्ड् इति अर्थः स्वीकुर्मः तदा मित्रम् ओके ओके नपुंसकलिङ्गे. कुचेलस्य मित्रं कृष्णः, अर्थं वदतु. कुचेलस्य फ्रेण्ड् इस् कृष्ण. उत्तमं. बलराम करोतु. बलराम. बलरामस्य सहोदर कृष्णः. अर्थं? बलरामस् ब्रदर् इस् कृष्ण. ब्रदर् इति वक्तुं शक्नुमः अथवा सिब्लिङ्ग्. सिब्लिङ्ग् ओके. कज़िन्. भ्राता. भ्राता नास्ति. नाट् कज़िन्, सिब्लिङ्ग्. ऐ मीन् अनदर् बोर्न् फ्रोम् द सेम् वूम्. सहोदरः. अस्तु, धन्यवादः महोदय. विशालाक्षी भगिनी, अवशिष्टानां पदानां करोतु रूपम्. नौ ऐ हाव् टु डू अर्जुन. अर्जुनः. मथुरा वसुदेवः. अर्जुनस्य सारथिः कृष्णः. अर्थं वदतु. अर्जुन्स् सारथि, दट् इस् द वन् हू वास् चारिटियर् इस् कृष्ण. मथुरा अग्रिमं. मथुरा राजा कृष्णः. मथुरा. सो आकारान्त पुल्लिङ्गशब्द न पुंलिङ्ग् नास्ति तत्र, स्त्रीलिङ्ग् अस्ति. मथुरा. इट् इस् एक्चुलि मथुरा इस् अ प्लेस्. ओके, स्त्रीलिङ्ग. ओके. मथुरा माला. माला. No, I don't remember. You tell me. नैव, कोष्ठके पश्यतु. नैव, अहं न वदामि. कोष्ठके पश्यतु, तत्र एकविंशतितमे पुटे अस्ति. एकविंशति नास्ति. आकारान्त. आकारान्त अस्ति. एकविंशतितमे पुटे अवधेयं इदानीं पठितवन्तः. सीता. लैक् सेना. सेनायाः. गीता. गीतायाः. ओके. मथुरायाः राजा कृष्णः. उत्तमम्. इदानीम् अवगतम्, अपि च अर्थं वदतु कृपया. मथुराज् किङ्ग् इस् कृष्ण. उत्तमं. कृष्ण किङ्ग्. कविता. कृष्ण इस् द किङ्ग् आफ् मथुरा, बट् यु मथुराज् वित् एन् अपोस्ट्रोफि. यस्. कविता भगिनी अग्रिमं करोतु. मीरा कृतवन्तः. अग्रिमं चतुर्थः अंशः. यथो उदाहरणं वाक्यानि रचयत्. रचयत. रचयत. हलन्तं नास्ति तत्र. हिमालयः, गिरिः, मेरुः. तत्र कृतमस्ति अग्रिमं पुटे. हिमालयः. गिरेः. गिरेः. गिरेः नाम मेरुः. तथा करणीयम्. तथा करणीयम् इदानीं. सन्देशः, पत्रिका, चन्दामामा मेम्. चन्द्र इति भवनीयं. चन्द्रमामा. सन्देश, पत्रिका. सन्देश. पत्रिकाः नाम. पत्रिकाः किमर्थं? षष्ठीविभक्तिः का? पत्रिका. पत्रिकायाः नाम चन्द्रमामा. अपि च पत्रिका नाम सन्देशः पत्रिका नाम नैव सम्यक् वदतु भगिनि आं भगिनि आं भगिनि पत्रिकायाः नाम सन्देशः नाम नास्ति नाम एव अवगतं किल अर्थं वदतु द्वयोः वाक्योः अर्थं वदतु न्यूस्लेटर्स् नेम् इस् चन्द्रमामा एण्ड् द अदर् न्यूस्लेटर्स् नेम् इस् सन्देश उत्तमं धन्यवादः विशालाक्षी भगिनी विशालाक्षी भगिनी अग्रिमं करोतु गार्गी ब्रह्मावादिनी मैत्रेयी ब्रह्मवादिनी मैत्रेयी वदतु इदानीं ब्रह्मवादिनी इस् वन् हू स्पीक्स् अबौट् ब्रह्मा ब्रह्मवादिनी हू टाक्स् अबौट् ब्रह्म वन् सेकेण्ड् ब्रह्मवादिन्यः ब्रह्मवादिन्यः नास्ति ब्रह्मवादिन्यः नास्ति ब्रह्मवादिन्याः नाम गार्गी ब्रह्मवादिन्याः नाम मैत्रेयी अर्थं वदतु वाक्यस्य द नेम् आफ् ब्रह्मवादिनी इस् वाट् ऐ डोण्ट् नो ब्रह्मास् ब्रह्मवादिनी इस् वन् हू टाक्स् नो वन् हू टाक्स् अबौट् ब्रह्मा ब्रह्मा इस् द सुप्रीम् लार्ड् सो वन् हू टाक्स् ब्रह्मवादिनी इस् द नेम् आफ् द ब्रह्मवादिनी इस् गार्गी एण्ड् मैत्रेयी उत्तमम् विजयकुमार् महोदय अग्रिमं करोतु पणभ वाद्यं कौमुकः वाद्यस्य नाम पणवः वाद्यस्य नाम गौमुखः अग्रे पञ्चः अंशः भवान् एव यतो दाहरहनं वाक्यानि रचतः उदाहरणं रचयत सम्यक् पठतु सोरि रचयतः उदाहरणं सेने तेनयो मध्ये युद्धं तेनयोः विसर्गः कुत्र अगच्छत् सेने सेनयोः मध्ये युद्धं भवति युद्धं भवति युद्धं भवति इसका अस्तो अर्थं वदतु in the middle of sena the yudh the war start between the two senas okay over here okay. sena oh, yoho sena yo vachanam kim okay, in between sena yo okay, vachanam okay, kim okay. vachanam kim vachanam kim padasya dvivachanam madhye yuddham bhavati agrimam karoto idani astoho sanyojane astoho naiva astoho नैव हस्तौ ओ ओके अस्तौ संयोजनेन सो हस्तौ इस् द वर्ड् विच् यु हेव् टु यूस् इदानीं संयोजनेन अञ्जलिः भवति इट् कम्स् टु अस्तयोः संयोजनेन अञ्जलिं भवति अञ्जलिः भवति. हस्तयो इस् अ हेण्ड्. अञ्जलि इस् अ मुद्रा ऐ थिङ्क्. मुद्रा एण्ड् वाट् यु डु, हौ यु डु नमस्ते, नमस्ते कुर्मः किल, नमस्ते, तदा किं भवति? हस्तयोः संयोजनं भवति. तेन संयोजनेन, तेन संयोजनेन, संयोजनेन इति शब्दस्य विभक्तिः का? संयोजनेन षष्टि नैव, नैव रामेण तृतीया विभक्ति, तृतीया विभक्ति. सो हस्तयोः संयोज बै द जायनिङ्ग्, बै द जायनिङ्ग् आफ् द टू हेण्ड्स् अञ्जलिः भवति. अञ्जलिः तत्र आङ्ग्लभाषायां तु अहं न जानामि, परन्तु नमस्ते कुर्मः तत् एव अञ्जलिः. अग्रिमं करोतु. सः गुरु आशीर्वादं प्राप्नोति. सः गुरवोः, गुरवोः द्विवचनं किमर्थं स्वीकृत, द्विवचनं किमर्थं स्वीकृतवान् भवान्? हौ डु यु नो दट् देर् आर् टु गुरुस् ओवर् हियर्? आशीर्वादं नैव, बट् टु, यु सेड् गुरवोः, सम्यक् अस्ति. सः नैव, परन्तु सः इति शब्दस्य वचनं किम्? एकवचनम्, एकवचनं. गुर्वोः इति उक्तवान् भवान्, तत्तु सम्यक् अस्ति. गुर्वोः उत्तरं तु सम्यक् एव, शुद्धम् अस्ति, परन्तु द्विवचनं किमर्थं स्वीकृतवान् भवान्? यतोहि तत्र आवरणे इन् द ब्राकेट्स् गुरु अस्ति, गुरुः, गुरु, गुरवो, गुरवः, गुरुः, अत्र गुरु आदौ हस्तौ आसीत्, हस्तौ द्विवचने अस्ति, सेने, सेना, सेने, सेनाः. फ्रोम् देट् यु हेव् कम् टु नो देट् इट् इस् द्विवचनं. भवान् तु आदौ यत् कृतवान् तदेव कृतवान्, परन्तु किमर्थम् इति अवगन्तव्यम्. अस्तु अग्रिमं करोतु. भ्रातरोः कलहेन भगिनी खिन्ना भवति. तत्र एकनिमिषः, आवर्णे, आवर्णे किम् अस्ति? आवर्णे, आवर्णे किं पदमस्ति? भ्रातरौ, भ्रातरौ, भ्रातरौ, भ्रातरौ, तत्र वचनं किं, वचनं किं? द्विवचनं, द्विवचनं, तस्य द्विवचनं रूपं षष्टिविभक्तौ किम्? षष्टिविभक्ति इस् भ्रात्रौ. विसर्गः कुत्र अस्ति? भ्रात्रोः, भ्रात्रोः कलहेन भगिनी खिन्ना भवति. अर्थं वदतु. औट् आल् द ब्रदर्स्, आल् किमर्थं? द्वौ एव स्तः किल, द्वौ भ्रात्रौ, भ्राखौ, क्षम्यतां, भ्रातरौ, तर्हि भ्रात्रोः, आफ् द टु ब्रदर्स् कलहेन. वाट् इस् कलहेन? कलहेन मीन् फैट्. मौने, मौने कलह नास्ति. And sisters, two brothers fight for the sister. No, no, no, for sister nasti. Bhagini khinna bhavati. Kalahena bhagini khinna bhavati. Tari, Kavita bhagini, sahayam karotu, sahayam karotu, Kavita bhagini. Irritated, irritated. She gets irritated. She feels sad. By the fighting, kalahena, kalahena iti shabdasya vibhakti vadatu mahode. Kalahena. समस्य वाला होगा तृतीया विभक्ति रामे हाँ तृतीया विभक्ति सो बाय द फाइटिंग ऑफ द टू ब्रदर्स भ्रात्रोः कलहे भगिनी खिन्ना भवति भगिनी बिकम्स गेट अपसेट और इरिटेटेड यू कैन से दैट आल्सो ओके गेट्स अपसेट ओके धन्यवादः महोदय इदानीं विशालाक्षी भगिनी करोतु श्रीकृष्णः सेनयोः मध्ये अर्जुनस्य रथं स्थापयति उत्तमं वदतु अर्थं वदतु लार्ड् कृष्ण वेण्ट् अण्ड् स्थापयति पुट् द रथ आफ् अर्जुनस् रथ इन् द मिडल् आफ् द आर्मी of the two armies army of the two armies, armies yeah. in the middle between of the two armies yeah senayor ubhayor madhye sthapayitva rathottamam agrimam karotu yes adya adya kavayoh sammanana karyakramah kavyoh कव्योः सम्मानन कव्योः ओके टु टुडे देयर इज तत्र तत्र दोषः अस्ति सम्मानकार्यक्रमः एव सम्मानकार्यक्रमः एव ओके सम्मानन मास्तु सम्मानकार्यक्रमः अस्ति अद्य टुडे देयर इज कविसम्मेलन कवि सम्मान मीन्स् दे आर् गोयिङ्ग् टु बि फेलिसिटेटेड् या दे आर् गोयिङ्ग् टु बि फेलिसिटेटेड् यस् रिवार्डेड् आर् फेलिसिटेटेड् कव्यो पुनरेकवारम् अर्थं वदतु भगिनि today the poets are going to be felicitated that the felicitation program is there today asti of the two poets yeah agrimam karotu mama bhaginyau nivasah grame asti मम भगिन्याः न भगिन्याः तर्हि वचनं किं भगिन्याः इति शब्दस्य वचनं किम् एकवचनं न एकवचनं परन्तु वयं तत्र किं अपेक्षितं हा तर्हि वदतु इदानीं षष्ठी द्विवचनं रूपं वदतु द्विवचन देट् इस् द्विवचन ओन्लि न हा तर्हि भगिन्यौ तत्र विभक्तिः तु प्रथमा अस्ति इदानीं षष्ठी विभक्तिः रूपं षष्ठीविभक्तिरूपं स्थापनीयं भगिन्योः मम भगिन्योः निवासः ग्रामे अस्ति ओके लैक् देट् अर्थं वदतु भगिन्यौ बिकम्स् विच् देन् नो नो भगिन्यौ इस् द वर्ड् देट् इस् गिवन् टु यू एस् अ क्लू यु हेव् टु पुट् टु सिस्टर् नौ यु हेव् टु पुट् इट् इन् you can't tell two sisters sisters the residence is in the of here in the village of the two sisters see understand the mean tatra sandarbham drashtavyam kshamita sandarbah drashtavyah भगिन्योः निवासः ग्रामे अस्ति मम भगिन्योः ऑफ माय टू सिस्टर्स द रेजिडेंस इज इन द विलेज विलेज् अस्तु धन्यवादः कविता अग्रिमं करोतु आं भगिनि कौरवः पिता धृतराष्ट्रः कौरवानां पिता धृतराष्ट्रः कौरवाणां तत्र णाम् इति वदति कौरवाणां पिता धृतराष्ट्रः द फादर् आफ् द कौरवास् इस् धृतराष्ट्र पाण्डवाः रक्षकः कृष्णः पाण्डवानां रक्षकः कृष्णः कृष्णा इस् द सेवियर् आफ् द पाण्डवास् किमर्थं वचनं किम् इदानीं पाण्डवानां वचनं किम् इति शब्द पाण्डवानाम् इति शब्दस्य बहुवचनं किमर्थं बहुवचनं वचनं स्वीकृतवती भवती बिकास् पाण्डवाः इस् इन् बहुवचनं पाण्डवाः पाण्डवौ पाण्डवाः अग्रिमं करोतु भारतीयाः धर्मः सनातनः सो भारतीयाः इस् अगेन् बहुवचनं सो भारतीयानां किमर्थं नदीवत् अस्ति तर्हि नदी इति शब्दस्य रूपं रूपाणि वदतु नद्यां नद्याः नद्योः नदीनां तर्हि अत्र नद्याः नद्योः नदीनां सो इट् बिकम्स् भारतीयानाम् आम् आम् भारतीयानां भारतीयानां धर्मः सनातनः भारतीयों का धर्म सनातन है हाँ सो भारतीयों का धर्म सनातन है इट इज इटर्नल आवर दिस इज इटर्नल अस्तु धन्यवाद वन मिनट नदियाः नद्योः नदीनां क्षम्यतां भारतीय उत्तमं भारतीय अस्ति अकारान्तः अस्ति अच्छा ओके नैव तत्र क्षम्यतां किञ्चित् क्लेशः अस्ति भारतीनां भवनीयं क्षम्यतां भगिनि मम दोषः भारतीनां भवनीनां भारतीयाः भारतीनां योः न तु भारतीयानां तत्र याः तु विभक्तिः अस्ति क्षम्यतां भगिनि कविता भगिनि मम दोषः भारतीनां भवनीयम् अस्तु क्षम्यतां पुनर् विशालाक्षी भगिनी करोतु अग्रिमं हरि ओम् वयं भाषा संस्कृतं वयं वै what it becomes now vadatu vayoho naiva bhagini vayam tu sarvanama padam asti sarvanama padam asti sarvanama padam tatra panchavimshati tame pathatu vayam one second पञ्चविंशति इट् इस् नाट् देर् एकनिमिषः कविता भगिनी करोतु अस्माकं उत्तमम् अस्माकं भाषा संस्कृतं कौ वयं अस्माकम् अर्थं वदतु वदतु विजयमहोदय भाषा इस् संस्कृतम् अस्माकम् इस् वयम् अस्माकम् इस् फार् आल् No, vayam is the word given to you. So, we, then you have to tell of ours. So, of ours. Of ours. So, here the word is given. Okay. Astu. Bhagini, Vishalakshi Bhagini, agrimam karotu. Nadyah jeevanam paropakarartham. Nadya. नद्योः परे नद्यः नद्योः इति शब्दस्य वचनं किं नद्यः इति शब्दस्य अकारान्तक नैव नैव नदी इति शब्दस्य बहुवचनं रूपम् अस्ति नद्यः शृणोतु नद्यः बहुवचनं रूपं कस्य शब्दस्य नदी इति शब्दस्य ईकारान्त स्त्रीलिङ्गशब्दस्य इदानीं नदीनां सो वाट् द वर्ड् दे हेव् गिवन् इस् रिवर्स् नदीनां जीवनं परोपकारार्थं परोपकारार्थं वदतु अर्थं वदतु द लैफ् आफ् द रिवर्स् इस् टु डू परोपकार उत्तमं धन्यवादः इदानीं कविता भगिनी करोतु क्षम्यतां भवती कृतवती विजय महोदय करोतु भाषाः जननी संस्कृतं संस्कृतम् इट् विल् बि भाषानां जननी संस्कृतं भाषा संस्कृत इस् दि जननी उत्तमं इदानीं किं कुर्मः इत्युक्ते वदतु वदतु वदतु नो नो जननी इस् आल्सो मदर् आल्सो यस् मदर् ओके आल्सो नी जननी इस् ओन्ली मदर् अस्तु उत्तमं भाषाणां जननी संस्कृतम् आफ् आल् द लेङ्ग्वेजेस् संस्कृतम् इस् द मदर् मदर् इदानीं किं कुर्मः इत्युक्ते कथां पठामः अत्र कक्ष्याकार्यम् इति लिखितमस्ति गीतायाः दशमध्यायस्य एकविंशतिः तमं श्लोकं तः चत्वारिंशत् श्लोकं पर्यन्तं सङ्ख्याकान् श्लोकान् उच्चैः पठत षष्टिविभक्तिरूपाणि जानीत च आफ् द टेन्थ् केण्टो आफ् द भगवद्गीता फ्रोम् द 21st टु द 40th वर्स् सिलेक्ट् वर्सेस् सोरी आल् द 6th विभक्ति फार्म्स् ओके देट् इस् फार् होम्वर्क् सहकार्यरूपेण कुर्वन्तु इदानीं कथायाः पठनं कुर्मः एकः निमिषः मम प्रस्तुतिः दृश्यते किम् आं दृश्यते आं दृश्यते भवान् एव आरम्भं करोतु एकस्य महिषस्य कथा एकदा एकस्य महिषस्य कथा वन् स्टोरि महिषस्य महिषस्य मीन् बफलोस् वन् बफलो स्टोरि स्टोरि बफलो बफलो बफलो एकदा वन् बफलो स्टोरि ओके एकदा एकं महिष एकं नास्ति सम्यक् पठतु सम्यक् पठतु एकदा एकं एकं कुत्र अस्ति तत् एकदा एकः महिषः हिमवस्थाने न्यवसत् न्यवसत् वन्स अपॉन अ टाइम वदतु द बफलो लिव इन फॉरेस्ट हिमालय हिमवत् स्थाने मीन्स् हिमवत् हिम इज हिम इज स्नो सो हिमवत् मीन्स् अ प्लेस् वेर् देयर वाज स्नो ओके ओके सः अनुग्रह मैत्रेय अनपकारी पशु आसीत् अहं वदामि अनुग्रह उग्रह नरसिंहः इति शब्दस्य किं श्रवणं कृतवान् किम् उग्रह नरसिंहः यु हैव हर्ड दैट उग्रह नरसिंहः उग्रह मीन्स् वाट् देर् उग्रह मीन्स् वाट् फेरोशियस् अनुग्रह मीन्स् ओवर् देर् नाट् फेरोशियस् ओके उग्रह फेरोशियस् अनुग्रह नाट् फेरोशियस् मैत्रेयः इस् फ्रेण्ड्लि वि जस्ट् सॉ मैत्रेयः समथिङ्ग् या सो फ्रेण्ड्लि अनुग्रह मैत्रेयः अनपकारी उपकारी मीन्स् वन् हू और रादर अपकारी नाट् उपकारी मीन्स् वन् हू डस् द राङ्ग् थिङ्ग्स् अपकारी अपशब्दः वि से दट् वे अनपकारी मीन्स् वन् हू डस् नाट् हार्म् एनिबडि अनपकारी Okay. So one who does not harm anybody. Idanim vadatu artham. Artham vadatu vakyasya. Which one? Second one? Hmm. Sa anugraha maitreya anapakari pashu asit. The narsimha. I just gave you the meaning of anugraha. The buffalo. Oh. एकद् अच्छा फ्रम् द स्टार्टिङ्ग् ऐ हव् टु डू नो नो नो नो सी द ऐ एम् टेलिङ्ग् यू टेल् द मीनिङ्ग् आफ् द सेकेण्ड् वन् सो द स्टोरी कण्टिन्यू सः इत्युक्ते कः मै नो नो नो सः एकदा एकः महिषः हिमवत् स्थाने न्यवसत् सः अनुग्रह मैत्रेयः अनपकारी पशुः आसीत् हु इस् दिस् सः दट् महिष हा दट् महिष वाज् वाट् अनुग्रह हा द बफलो दट् बफलो वाज् नाट् फेरोशियस् हि वाज् फ्रेण्ड्लि एण्ड् हि वाज् हार्म्लेस् अनपकारी हि वाज् अ हार्म्लेस् नौ टेल् मी द मीनिङ्ग् अर्थं वदतु इदानीं that buffalo do not harm the other animals he was harmless and he was not ferocious and he was friendly dhanyavada kavita bhagini agrimam pathatu am bhagini tasmin eva vane ekah drushtah varaha avasat dushtah ekah dushtah varaha avasat यः तं महिषम् अपहस्ति हसति भर्त्सयते स्म कस्मिन् एव देर् ओन्लि इन् देट् वन् फारेस्ट् one dust vanar monkey lived yes he used to trouble yes apahasati he used to trouble apahasati is he used to ridicule bhartyate means he used to be cruel to him. He should disturb that. Threaten, abuse. Kadachit saha tasya suptasya mahishasya prishteya akurdat. Kadachit. sometime he tasy sleeping mahishasya prishte prishte back he scratched the back of the no akur that means jumped kur dhatu hu kur धातोः हो लङ्लकार रूपः अस्ति रूपम् अस्ति अकूर्दत् सो ही यूज़्ड टु जम्प् ही जम्प्ड् समटाइम्स ही जम्प्ड् ऑन हाउ ही यूज़्ड टु ट्रबल हिम अपहसति कथं भत्सयते स्म एवं भत्सयते कथं कदाचित् सः तस्य सुप्तस्य महिषस्य पृष्ठे अकूर्दत् सो ही जम्प्ड ऑन द स्लीपिंग बफेलो अग्रिमं करोतु कदाचित् सः तं तृणचरणात् युप्यति स्म युप्यति ऐ डोण्ट् एक्स्पेक्ट् एव्रिबडि टु नो बट् युप्यति मीन्स् टु डिस्टर्ब् इदानीं वद तृणचरणात् तृण इस् ग्रास् एण्ड् चरणात् उभयः चरण यूजुलि मीन्स् रोमिङ्ग् बट् यर् चरण मीन्स् ईटिङ्ग् चरणं देट् वे चरणं सो वैल् ही वास् ईटिङ्ग् फ्रोम् देट् चरणात् पञ्चमी विभक्ति ही यूस् टु डिस्टर्ब् हिम् वेन् ही यूस् टु बि ईटिङ्ग् ग्रास् अस्तु धन्यवादः भगिनी अग्रिमं विशालाक्षी भगिनी पठतु कदाचित् सः तस्य शृङ्गे धृत्वा तस्य शिरसि आरुह्य पुच्छं धृत्वा न्यत् दोलयति स्म समटैम्स् ही शृङ्गे मीन्स् वाट् शृङ्गे मीन्स् हार्न्स् his sometimes he used to jump up he used to hold dritva after holding the horns on his head or what no shirasi aruya after climbing the head head he must have walked to the tail naturally because no pucham dritva nyak dolayati sma bhagini kavita bhagini mute madhye tishtantu kavita bhagini mute madhye tishtantu kripaya kavita bhagini kimartham echo asti kila अस्तु अस्तु अस्तु किञ्चित् एको अस्ति डिस्टर्बेन्स् तर्हि सो समटैम्स् ही यूस् टु होल्ड् हिस् हार्न्स् एण्ड् ही यूस् टु क्लैम् द हेड् एण्ड् देन् ही यूस् टु पुल् द टेल् आल् दीस् थिङ्ग्स् ही यूस् टु डु आल् दीस् थिङ्ग्स् न्यक् दोलयति स्म दोलयति मीन्स् ही यूस् टु स्विङ्ग् एण्ड् न्यक् मीन्स् डौन् ही यूस् टु पुल् इट् डौन् एण्ड् स्विङ्ग् सः शान्तः पशुः तस्य वानरस्य सर्वम् असमञ्जसम् असहत् that quiet animal used to tolerate all his nonsense yeah samanjasam impropriety all these kind of disturbances he used to tolerate uttamam agrimam pathatu ekada yada sah shantah mahishah tatra nasit tada ekah हिंस्रः महिषः तत्रैव आगत्य अतिष्ठत् तत्रैव आगत्य अतिष्ठत् once that quiet buffalo was not there तदा एकः हिंस हिंस देयर इन्स्टेड ऑफ दैट क्रूएल क्रूएल इन्स्टेड ऑफ दैट वन क्रूएल बफलो केम देयर आगत्य अतिष्ठत् आगत्य कीदृशं पदम् आगत्य त्य लेप लेप लेप लेप लेप लेप लेप लाइक लाइक वा ओनली द मीनिंग इज अतिष्ठ सो ही केम देयर एंड ही स्टूड उत्तमं धन्यवादः विजयमहोदय पठतु विजयमहोदय आम सदृष्टः वानरः दुष्टः दुष्टः सदुष्टः वानरः एषः महिषः सः अनुग्रहः महिषः एव अस्ति इति मत्वा तस्य महिषस्य पृष्ठे कूदित्वा तत्रैव सर्व दुर्व्यवहार च दुर्व्यवहारं दुर्व्यवहारं दुर्व्यवहारं च अक्रोत् अकरोत् अकरोत् दृष्टवान् that mean and horrible monkey the horrible monkey esha the buffalo sa anukramarshi buffalo and the another buffalo both sit no saha dushtah vanarah मत्वा ही थॉट हा के व्हाट ही थॉट एषः महिषः ही इज अ बफेलो सः अनुग्रह महिषः एव अस्ति दैट मीन्स अर्लियर वन वाज अ बफेलो ही वाज शांत ही वाज पीसफुल सो दिस गाय इज आल्सो अ बफेलो ही आल्सो विल बी अनुग्रह ही विल आल्सो बी अ शांत इति मत्वा आफ्टर थिंकिंग दैट तस्य महिषस्य पृष्ठे व्हाट इज द मीनिंग ऑफ दैट तस्य महिषस्य पृष्ठे back of the buffalo he prishte is back uttamam on back. The back okay what did he do kim krutavan sah he sit there he sit back of the buffalo not only sit kurditva after kurditva jumping on him kurditva kurditva okay. means after jumping on him okay. there only he started doing durvyavaharam he be okay behave badly okay. he behave badly dhanyavadah kavita bhagini patatu am bhagini sa dvitiyah mahishah tam vanaram tavritam eva bhumau tvaritam eva bhumau shrutva tasya hridaye swa vishanah shulayitva tam khurena cha hatavan that second buffalo tvaritam means quickly immediately he banged the monkey he dropped the monkey bhumau kshiptva on the floor he dropped him floor and tasya hridaye swa vishanah uske hriday his hriday that means whose hriday my buffalo no vanars monkeys vanarasya hridaye swa vishanah vishanah means horn so shulitva matlab chedan pierced after piercing khurena is hoof khurena cha hatavan both he used his horns and his hooves and he killed the vanar evam sa vanarah tatkale eva hata abhavat so that vanar he died at that very moment tatkale eva hata abhavat he became dead evam eva bhavaniyam astu aneke dhanyavadah grahakaryam karotu iti याचना पुनर्मिलामः अनेके धन्यवादः शान्तिमन्त्रम् शान्तिमन्त्रं वदतु. कविता भगिनी वदतु, अत्र अस्ति शान्तिमन्त्रम् वदतु. शान्तिः. कृष्णार्पणमस्तु. कृष्णार्पणम्. अनेके धन्यवादाः. अनेके धन्यवादाः.